सरस्वति महाभागे विद्ये कमले लोचने विश्वरूपे विशालाक्षि विद्यां देहि नमोऽस्तु ते येनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। हरिः ॐ श्रीगुरुभ्यो नमः। सर्वेभ्यः नमस्कारः। पाणिनिव्याकरणवर्गे सर्वेषां स्वागतम्। गतसप्ताहे एकं नूतन करपत्रस्य प्रारम्भम् अभवत्। करपत्रस्य विषयः अस्ति गुणाः सूत्रसहिता दृष्टि। तत्र वयं दृष्टवन्तः यः प्रथम अस्माकं यः प्रथमपाठः अस्ति तत्र अस्ति धातुगणाः। धातुगणाः विषये वयं दृष्टवन्तः तत्र दशधातुगणाः सन्ति। भिन्नभिन्नगणे भिन्नभिन्नविकरणप्रत्ययः तत्र आयाति। इत्युक्ते तत्र धातुतिङ्मध्ये यः भागः तत् विकरणप्रत्ययस्य भागः। सूत्रद्वारा एव विकरणप्रत्ययः आयाति। यथा भुवादिगणे शप् इति विकरणप्रत्ययः, कर्तरि शप् सार्वधातुके इति सूत्रेण तत्र शप् इति प्रत्ययस्य तत्र किं विधिः भवति। तत्र कर्तरि शप् सार्वधातुके इति प्रत्ययविधायकसूत्रम्। अनेन सूत्रेण प्रत्ययस्य विधानं महर्षिणा कृतम्। कस्य प्रत्ययस्य? शप् इति प्रत्ययस्य विकरणप्रत्ययस्य विधानम् अनेन सूत्रेण भवति। अनन्तरं तत्र अदादिगणे अपि च जुहोत्यादिगणे स्क्रीन् दृश्यते वा? आं भगिनि, अस्तु। सो अदादिगणे अपि च जुहोत्यादिगणे तत्र धातुतिङ् मध्ये किमपि भागः न श्रूयते। किमर्थं चेत् अदादिगणे यः कर्तरि शप् सार्वधातुके इत्यनेन शप् इति प्रत्ययस्य तत्र विधानं भवति। अनेन भिन्नसूत्रेण तत्र द्वितीयगणे शप् लुक् भवति, अपि च तृतीयगणे शप् श्लू भवति। सो लुक् श्लू इति यः अस्ति तादृशलोपकार्यं तत्र किम् एकं सूत्रम् अस्ति तत्र, तेन किं भवति? यः प्रत्ययस्य विधानं तस्य प्रत्ययस्य सम्पूर्णतया तत्र लोपः भवति, किमपि तत्र न तिष्ठति। सो तत्र यः लोपकार्यं भवति सः इत्संज्ञक प्रकरण यानि सूत्राणि अस्ति तेषां द्वारा तत्र लोपकार्यं न भवति। तत्र विशिष्ट लोपस्य नाम किं? लुक् अपि च श्लू। लुक् अपि च श्लू इति यः अस्ति तदपि लोपः एव, तस्यापि पर्यावाचि लोपः एव, परन्तु तत्र भिन्नप्रकारकः लोपः भवति। लोपकार्यं तत्र सम्पूर्णतया लोपः भवति। अनन्तरं तत्र चतुर्थ पञ्चम षष्ठम् अपि च सप्तमगणे तत्र शप् प्रबाद्य, इत्युक्ते शप् कर्तरि शप् सार्वधातुके इति सूत्रं बाधित्वा तत्र शन् श्नु श श्नम् इति एतादृशः तत्र विकरणप्रत्ययः भिन्नभिन्नगणेषु आयाति। अपि च तत्र यः अष्टमगणः अस्ति तस्मिन् गणे ऊ इति विकरणप्रत्ययः आयाति। सो अत्र क्रयादिगणेष्न यः दशमगणः सः किञ्चित् विशिष्टगणः अस्ति। तत्र यदा तत्र चुरादिगणस्य धातुपाठतः तत्र नयामः, तस्य लट् लाट् लोट् लङ् विधिलिङ्ग् इति रूपाणि अस्माकं विवक्षा अस्ति चेत् तत्र किं करणीयं? तत्र सर्वदा किं भवति? तत्र धातुः योगः निच् आदौ एव भवति। सो तत्र चुरादिगणे विशिष्टं किम् अस्ति? तत्र धातुः योग निच् प्रथमसोपाने भवति। तत्र यः निच् यः प्रत्ययः अस्ति सः तत्र स्वार्थे अस्ति। प्रायशः निच् इति प्रत्ययः यदा कस्यचित् यत्किमपि धातु नयामः तस्य अनन्तरं निच् योजयामः चेत् तत्र निच् प्रेरणार्थे अस्ति। परन्तु चुरादिगणे यः निच् प्रत्ययः प्रथमसोपाने आयाति सः स्वार्थे अस्ति। अनन्तरं तत्र निच् योजयामः, निच् इति एकं सन्नादिप्रत्ययः अस्ति, अतः तत्र पाणिनिमहर्षिणा किं कृतं? यस्य अन्ते सनादिप्रत्ययः विधीयते तस्यापि किं धातु इति संज्ञा. सो सनाद्यन्तः धातुवः यस्य अन्ते इत्युक्ते धातु अन्ते सनादिप्रत्यय योजयामः चेत् तस्य धातुसंज्ञा भवति, परन्तु तत् औपदेशिक धातु नास्ति. सो धातु योग यदा तिप् भवति तत्र तत्र किं कर्तरि शप् सार्वधातुके इति सूत्रस्य प्रसक्तिः. सो अत्र अनन्तरं शप् इति विकरणप्रत्ययः अपि आयाति. एतत् सर्वं वयं दृष्टवन्तः. अनन्तरं तत्र यः दशसु गणेषु ये धातवः तत्र सन्ति तेषाम् अनन्तरं यः शप् श्यन् श्नु श श्नम् उ श्ना निच् एते सर्वे विकरणप्रत्ययः आयाति. वयं दृष्टवन्तः पूर्वस्मिन् प्रथम तत्र अध्याये कुत्रचित् तत्र धातुः अन्तिम इकवर्णस्य तत्र परिवर्तनं भवति. इकारः एकारः भवति, उकारः ओकारः भवति. यदि अन्ते ऋकारः अस्ति अथवा दीर्घऋकारः अस्ति तस्य अर् इति परिवर्तनं भवति. तस्य परिवर्तनस्य नाम अस्ति गुणः इति व्याकरणे नामः. सो गुणः वदामः चेत् स्वराणां परिवर्तनं तत्र किं भवति. तत्र वयं दृष्टवन्तः यस्मिन् धातु अनन्तरं षित् इति विकरणप्रत्ययः, षित् इत्युक्ते शकारः तालव्यशकारः इत् यस्मिन् प्रत्यये तादृशप्रत्ययस्य नाम अस्ति शप् इति प्रत्ययः, श्यन् इति प्रत्ययः, श्नु श श्नं श्ना एते सर्वे षित् प्रत्ययाः. परन्तु ऊ इति प्रत्ययः षित् नास्ति. किमर्थम्? अत्र कोऽपि शकारः इत्संज्ञकः नास्ति. शकारस्य इत् वयं जानीमः तत्र लषक्व अत् अत् अधिते इति सूत्रद्वारा तत्र शकारस्य इत् भवति. सो यस्मिन् यस्मिन् धातुः शकारः इत्संज्ञकः तत्र वयं किं अधीतं तत्र गुणस्य प्रसक्तिः अस्ति. परन्तु यत्र यत्र पकारः इत्संज्ञकः नास्ति यथा श्यन् श्नु श श्नम् अपि च श्ना, यत्र यत्र पकारस्य इत्संज्ञा यस्मिन् यस्मिन् प्रत्यये पकारः इत्संज्ञकः नास्ति तत्र गुणस्य कृते बाधा भवति. सो द्युव् द्युव् यः अस्ति तत्र देव न भवति. किमर्थं चेत् द्युव् योगश्यन् कुर्मः चेत् तत्र गुणस्य प्रसङ्गः तु अस्ति, परन्तु गुणस्य कृते तत्र बाधा भवति. कारणं किं? तत्र शन् इति विकरणप्रत्ययः अपित् अस्ति. अपित् वदामः चेत् यः पित् नास्ति सः एव अपित्. परन्तु यदा तत्र भूयोगशप् भवति अथवा जीयोगशप् भवति तत्र जी जे भवति भू भो भवति. सो तत्र गुणकार्यं भवति इति वयं सर्वे तत्र प्रथम अध्याये पठितवन्तः. तथैव यस्मिन् धातुः यस्मिन् प्रत्यये यः प्रत्ययः षित् नास्ति तत्रापि वयं दृष्टवन्तः क्रू इति धातु क्रूयोग उ भवति चेत् अनादिगणे क्रू इति विशिष्टधातुः, क्रूयोग उ कुर्मः चेत् तत्रापि ऋकारस्य अर् इति परिवर्तनं दृश्यते, करोति इति रूपं भवति. सो न केवलं षित् प्रत्ययः निमित्तीकृत्यः तत्र गुणप्रसङ्गः आयाति, परन्तु तत्र अषित् प्रत्ययपरे अस्ति चेदपि तत्र गुणप्रसङ्गः आयाति. किमर्थं चेत् वयं दृष्टवन्तः क्रू बिकम्स् कर्. सो तत्र न केवलं गुणप्रसङ्गः आयाति परन्तु गुणः भवति अपि. परन्तु सर्वेषु षित् प्रत्ययेषु षित् प्रत्ययः निमित्तीकृत्य तत्र कुत्रचित् गुणः भवति, कुत्रचित् गुणः न भवति. सो पित् अस्ति चेत् गुणः भवति, अपित् अस्ति चेत् गुणः न भवति. इदानीं पर्यन्तम् एतत् सर्वं वयं पठितवन्तः. परन्तु कस्य सूत्र केन सूत्रद्वारा गुणकार्यं भवति, किं सूत्रं वदति अश्युत् प्रत्ययः परे अस्ति चेत् तत्रापि गुणः भवितुम् अर्हति. कः सूत्रं, किं शास्त्रं, सूत्रम् इत्युक्ते शास्त्रं, केन शास्त्रेण वयं तत्र अपित् प्रत्ययः परे अस्ति चेत् गुणस्य कृते बाधा इति सर्वं वयम् इदानीं पर्यन्तं न जानीमः. सो अत्र अस्मिन् करपत्रे सूत्रसहिता दृष्टिः अस्ति. अस्तु, सो अध इत्युक्ते अस्मिन् करपत्रे केन सूत्रेण शप् प्रत्ययनिमित्तीकृत्यः तत्र गुणकार्यं, केन सूत्रेण निमित्तीकृत्यः तत्र लिख् लिखेव तिष्ठति, लिख् लिखयोगश्च कुर्मः चेत् तत्र लिख् लेख् न भवति, लिख् लिखेव तिष्ठति, सो केन सूत्रेण तत्र बाधा इति सर्वम् अत्र सूत्रसहिता दत्तम्. अस्तु, सो अस्तु, भवति इति पदं कथं निर्मीयते इति वयं तु जानीमः, परन्तु सूत्रं किम् अस्ति इति वयं न जानीमः. अस्तु, कुतः आरभ्य, एकनिमिषः. गुणस्य चिन्तनक्रमः इति विषये वयं पूर्वस्मिन् वर्गे तत्र एतत् परिच्छेदं पठितवन्तः. अत्र अस्तु, अत्र लिखितमस्ति अधुना सोपानेन परिशीलयिष्यामः इति अत्र लिखितमस्ति. अस्तु, प्रथमबिन्दुतः अद्य आरम्भं कुर्मः. अस्तु, कोऽपि प्रश्नः अस्ति चेत् कृपया पृच्छतु, अन्यथा पाठस्य प्रति गच्छामः. अस्तु, आदौ कः कः अथवा का पठितुमिच्छति? अनुसूया भगिनी पठितुमिच्छति वा भगिनि? आं भगिनि. प्रथमतया शप् प्रत्ययः अवगन्तव्यम्. शप् प्रत्यये शकारः न तिष्ठति, अपि तु अपगच्छति किल. किमर्थमिति जानामि. लषक्तद्धिते प्रथम पाणिनीय प्रथम अध्यायस्य तृतीयपादस्य अष्टम सूत्रः इति सूत्रेण प्रत्ययस्य आदौ स्थितस्य शकारस्य इत्संज्ञा. तदा तस्य लोपः प्रथम अध्याये तृतीयपादे नवबिन्दुः इत्यनेन इत्संज्ञकः इत्संज्ञकस्य शकारस्य लोपः भवति. इदानीम् एतत् प्रत्ययः इत्संज्ञकवर्णः अस्ति, सः प्रत्ययः षित् इति उच्यते. षित् यस्मिन् षकारः इत्, सः प्रत्ययः षित्. षकारः इत् यस्य सः षित् इति बहुव्रीहकारसंज्ञा अस्ति, अतः शप् प्रत्यये प्रत्ययः षित् इति उच्यते. तिङ्क्षित् सार्वधातुकम् तृतीय अध्याये चतुर्थपादे त्रयोदशाधिकशतकं सूत्रेण तिङ्क्षित् सर्वधातुकम् इति संज्ञासूत्रमस्ति. अनेन यः प्रत्ययः तिङ् वा षित् वा अस्ति, सः प्रत्ययः सर्वधातुकम्. सर्वधातुकम् एका संज्ञा. सार्वधातुकं सार्व अस्ति, एकं नाम तावत् एतावदेव व्याकरणे बहूनि नामानि सन्ति. आधिक्येन नाम्नां स्वतन्त्रया कोऽपि अर्थः, केवलं नामकरणं. तर्हि क्षप्रत्ययः षित् इति उपरि उक्तं. यः षित् सः सार्वधातुकः इति अत्र उक्तम्. अतः क्षप्रत्ययः सार्वधातुसंज्ञा प्राप्नोति. सारांशः, अनेन सूत्रेण शप् प्रत्ययः सार्वधातुकः इति अवगच्छामः. तावदेव भगिनि, तावत् किञ्चित् वदतु तावत्पर्यन्तं. शप् प्रत्ययः लषक्तद्विते इति सूत्रेण शकारस्य इति भवति, तस्य लोपः इति सूत्रेण लोपः भवति. यदा शकारस्य लोपः भवति तत् प्रत्ययः षित् प्रत्ययः इति उच्यते. इदम् एकं नामकरणमेव, तत् तत्र किम् अन्य अर्थः नास्ति. नामकरणमेव षित् इति उच्यते, पाणिनीयव्याकरणे एव उच्यते. तिंषित् सार्वधातुकं ङ्वाषित् भवति, सा सर्वप्रत्ययः सार्वधातुकम् इति उच्यते. सार्वधातुकमपि एकसंज्ञा अस्ति, एकनाम एव. व्याकरणे बहूनि नामानि सन्ति, नाम्ना स्वातन्त्र्यतया कोऽपि अर्थः नास्ति, केवलं नामकरणमेव अस्ति. तर्हि शप् प्रत्ययः षित् इति उपरि उक्तं, यः षट् षित् सः सार्वधातुकः इति अत्र उक्तम्. अतः शप् प्रत्ययः सार्वधातुकसंज्ञा प्राप्नोति. यः प्रत्ययः षित् अस्ति ते सर्वाः सार्वधातुकसंज्ञा भवति. अनेन सूत्रेण शप् प्रत्ययः सार्वधातुकः इति अवगच्छामः. सत्यं भगिनि, धन्यवादः, सम्यक्तया तत्र प्रतिपादितवती. सुत्यङ्गषित् सार्वधातुकम् इति एकं संज्ञासूत्रं, तत्र बहूनि संज्ञासूत्राणि, यतः तत्र अत् एङ् गुणः इति एकं संज्ञासूत्रम् अस्ति. सो गुणः इति पदं वदामः चेत् गुणः किं? सो गुणः इति अत्र मल्टिप्लिकेशन् नास्ति. सो अत्र गुणः इति पदस्य व्याकरणे गुणः इति पदस्य कः अर्थः? अत् एङ् गुणः, तावत् एव. सो व्याकरणशास्त्रे गुणः वदामः चेत् अत् एङ् गुणः. सो अत् एङ् कथनेन तत्र किं भवति? अत् इति यः अस्ति, अत् इति यः तस्य अकारस्य परे तकारः दृश्यते, अत्र तपरकरणम् अस्ति. अग्रे आयास्यति तपरकरणम् इत्युक्ते किम्? अत् कथनेन तत्र महर्षि तत्र तस्य आशः कः? केवलं ह्रस्व अकारस्य एव ग्रहणम्. एङ् इति प्रत्याहारे तत्र किम् अस्ति? अ इ उन् रीलुक् एङ् ए ओङ् ए ओङ् अस्ति. सो एङ् प्रत्याहारे तत्र एकारः अपि च ओकारः. सो गुणः व्याकरणशास्त्रे गुणः इति वदामः चेत् त्रीणि वर्णानाम् एकं संज्ञा दीयते महर्षिद्वारा. अकारस्य एकारस्य अपि च ओकारस्य गुणः इति संज्ञा. सो गुणः गुणित एते सर्वे अक्षरः, वर्णाः, स्वराः. सो त्रीणि स्वराणां गुणः इति संज्ञा व्याकरणे. तथैव तत्र संज्ञासूत्रेण किं भवति? विशिष्टनामकरणं महर्षिणा तत्र क्रियते. सो गुणः तथैव वृद्धिराधेच, वृद्धिः इति यः अस्ति तदपि एकं टेक्निकल् वर्ड् अस्ति व्याकरणे, वृद्धिः. सो वृद्धिः इत्युक्ते किं? यदि कोऽपि व्याकरणशास्त्रे तत्र पृच्छति वृद्धिः इत्युक्ते किं, तो अस्माभिः किं वक्तव्यं? वृद्धिराधेच इति वक्तव्यं. किमर्थं चेत् तदपि संज्ञासूत्रं. सो आत् अपि च ए ऐच् प्रत्याहारे ये वर्णाः तेषां किं संज्ञा? वृद्धिः इति संज्ञा. सो आत् इति कथनेन तत्र दीर्घ आकारस्य एव ग्रहणं, न तु ह्रस्वाकारस्य. सो आकारः, ऐकारः अपि च औकारः, एते त्रयः वर्णः, तेषाम् अन्यत् नाम वृद्धिः, संज्ञकवर्णः. तेषां संज्ञा पाणिनिना कृतम्. अत्र अपि तिङ्गषित् सार्वधातुकम् इति यः सूत्रम् अस्ति तदपि संज्ञासूत्रम्. सो संज्ञासूत्रेण वयं दृष्टवन्तः, संज्ञासूत्रेण किं भवति? केवलं नामकरणं कस्यचित् शब्दस्य, कस्यचित् वर्णसमूहस्य, कस्यचित् कुत्रचित् केवलं वर्णस्य एव संज्ञा, कुत्रचित् कोऽपि टेक्निकल् वर्ड् अस्ति तस्य संज्ञा. सो यस्य अत्र किम्? तिङ्गषित् सार्वधातुकम्. सो सार्वधातुकम् इति अत्र नामकरणं क्रियते. कस्य कस्य सार्वधातुकम् इति संज्ञा इति वदामः चेत् तिङ्गसमूहस्य सार्वधातुकसंज्ञा, अपि च षित् यत् किमपि षित् अस्ति तस्यापि सार्वधातु किञ्चित् संज्ञा. सो इदानीं तत्र प्रश्नः आयास्यति तत्र तिङ् इत्युक्ते किं. वयं जानीमः तत्र अष्टिङ् इति एकं प्रत्याहारः, प्रत्ययानां समूहः अस्ति तिङ् इति समूहः. सो तस्मिन् समूहे कति प्रत्ययाः, प्रत्याहार इत्युक्ते न केवलं वर्णानां समूहः इति प्रत्याहारः. सो तिङ् समूहे अपि वर्णानां समूहः अस्ति, परन्तु तेषां वर्णानां कः नामः, प्रत्ययः. सो तिप् तस् जि एते अष्टादश तिङ् प्रत्ययः तिङ् समूहे आयाति. सो अष्टादश तिङ् प्रत्ययः, नव परस्मिपदी प्रत्ययः, नव आत्मनेपदी प्रत्ययाः, तेषां नामकरणमपि पाणिनिमहर्षिणा एकम् अन्यत् नामकरणं दत्तं, सार्वधातुक् इति नामकरणं. तथैव यत्किमपि षित् प्रत्ययः व्याकरणे, यत्किमपि न वदामः, अनन्तरं तत्र तस्य विषये वदामः, यस्य यस्मिन् प्रत्यये यस्मिन् यस्मिन् प्रत्यये षकारः इति, तस्य वयं किम् अनुबन्ध अनुगुणान् तत्र किं नामकरणं भवति, षित् इति नामकरणं भवति. परन्तु सर्वे षित् प्रत्ययः, तेषाम् एकम् अन्यत् नामम् अपि महर्षिणा दत्तं, तत् नामम् अस्ति सार्वधातुकम्. अस्तु, इदानीं पिपिटि दृश्यते वा? आं भगिनि, अत्र दृश्यतु तिङ् षित् सार्वधातुकम्. सो प्रथमतया अस्माभिः किं कर्तव्यं, तत्र किं स्मर्तव्यं, सार्वधातुक् अपि च आर्धधातुक् एते संज्ञाद्वयं महर्षिणा दत्तं, सार्वधातुकम् आर्धधातुकम् इति तत्र संज्ञा भवति. सार्वधातुकम् इति संज्ञा प्रत्ययस्य कृते महर्षिणा दत्तं, ये प्रत्ययाः सन्ति तेषां सार्वधातुकम् अथवा आर्धधातुकम् इति संज्ञा अपि भवितुम् अर्हति, नामकरणम् अपि भवितुम् अर्हति. परन्तु किं कर्तव्यं, धातुभ्यः विहितः प्रत्ययः एव सार्वधातुक् अथवा आर्धधातुक् भवितुम् अर्हति. सो ये तत्र वयं जानीमः तत्र तदित् प्रत्ययाः अपि, तेषां संख्या तु बहूनि तत्र सन्ति, बहूनि तदित् प्रत्ययाः. सो तदित् प्रत्ययेषु यदि कोऽपि षित् प्रत्ययः अस्ति तस्य नामः सार्वधातुकं न भवति. धातुभ्यः विहितः प्रत्ययः एव सार्वधातुक् अथवा आर्धधातुक् भवितुम् अर्हति. अन्ये प्रत्ययविषये तत्र सार्वधातुक् अपि च आर्धधातुक् संज्ञा नास्ति. सो ये यथा शप् श्यन् श्नु एते सर्वे प्रत्ययाः विकरणप्रत्ययः, कस्य अनन्तरम् आयाति, धातु अनन्तरम् एव आयाति. अपि च तत्र ये कृत् प्रत्ययाः शितृ शानच् तवतु अनियर् तत्र नवुल् तृच् एते सर्वे प्रत्ययाः कृत् सर्वे कृत् प्रत्ययाः अपि धातुभ्यः धातुतः विहितः प्रत्ययः. धातु अनन्तरं येषां विधानं महर्षिणा कृतं, येषां प्रत्ययानां विधानं, तेषां संज्ञा एव सार्वधातुक् अथवा अर्धधातुक् भवितुम् अर्हति. सो वयं किं तत्र तिङ्समूहः कुत्र आयाति, धातु अनन्तरम् एव आयाति. तत्र तदित् तत्र प्रातिपदिकस्य अनन्तरं तु तिङ्समूहः न आयाति, प्रातिपदिकस्य अनन्तरं सुप् प्रत्ययः. सो सुप् प्रत्ययेषु तत्र न वदामः किं सार्वधातुक् प्रत्ययः, किम् आर्थधातुक् प्रत्ययः इति न वदामः. किमर्थं चेत् सुप् सर्वे सुप् प्रत्ययः धातुतः विहितः नास्ति. सो धातुभ्यः विहितः प्रत्ययः एव सार्वधातुकम् अथवा आर्धधातुकम् इति नामकरणं प्राप्नोति, न तु अन्यप्रत्ययः. सो अष्टादश तिङ् प्रत्ययसमूहे तत्र एतत् सर्वम् अष्टादश तिङ् प्रत्ययाः, तिप्तजि सिप्थस्थ त आतां ज. सो अस्मिन् अत्र पश्यामः चेत् अत्र कोऽपि षित् प्रत्ययः नास्ति अत्र दृश्यतु, परन्तु एते सर्वे अपि किं सार्वधातुक् प्रत्ययाः. किमर्थं चेत् सूत्रमस्ति न केवलं श्युत् प्रत्ययः सार्वधातुक इति संज्ञा प्राप्नोति, सर्वे तिङ्प्रत्ययः अपि सार्वधातुक प्रत्ययाः एव. किमर्थं चेत् महर्षि वदति तिङ् षित् सार्वधातुकम्, तिङ् अपि च षित् प्रत्ययाः, तेषां नामकरणं सार्वधातुक इति अस्ति. इदानीं तत्र ये धातुतः विहितः षित् प्रत्ययाः तेषां तत्र संख्या तत्र कति इति वदामः चेत् वयं दृष्टवन्तः विकरणप्रत्ययेषु तत्र षट् विकरणप्रत्ययाः षित् प्रत्ययाः, शप् शन् श्नु श श्नं श्न एते सर्वे विकरणप्रत्ययाः धातुतः विहितः. अतः एते सर्वे न केवलं षित् प्रत्ययः अपि च तेषाम् अन्यतनामम् अस्ति सार्वधातुक प्रत्ययः. कृत् प्रत्ययेषु तत्र नव षित् प्रत्ययाः, स्तृ शानश् शानन् चानश् खश् षध्यै षध्येन, अत्र सर्व कुत्रचित् षकारः अन्ते, अत्र एष इति प्रत्ययः षकारः अन्ते अस्ति. सो हलन्त्यं सूत्रद्वारा अस्य षकारस्य इत् न तु लशकु तदिते इति सूत्रद्वारा, तथैव खश् इति प्रत्ययः अपि षकारस्य इत् परन्तु केन सूत्रेण, हलन्त्यं सूत्रेण षकारस्य इत्. चानश् अपि अन्ते अस्ति षकारः, सो अत्रापि हलन्त्यं सूत्रद्वारा एव षकारस्य इत्. सो यस्मिन् यस्मिन् यस्मिन् प्रत्यये षकारस्य इत् अस्ति तस्य अन्यत् नाम षित्. अपि च एकम् अन्यत् संज्ञासूत्रमस्ति तिङ्गषित् सार्वधातुकम्, अनेन सूत्रेण सर्वे षित् प्रत्ययाः आदौ अस्ति इत् अथवा अन्ते अस्ति इत् तत्त्व षित् एव, तस्य नाम षित् एव भवति. सो सर्वे षित् प्रत्ययाः तेषाम् अन्यत् नाम महर्षिणा दत्तं सार्वधातुक प्रत्ययाः. सो मिलित्वा तत्र त्रयस्त्रिंशत् इति प्रत्ययाः सार्वधातुक संज्ञा प्राप्नोति. इदानीं तत्र प्रश्नः अस्ति ये धातुभ्यः विहितः प्रत्ययः षित् न अपि च अष्टादशतिङ्समूहे न आयान्ति तेषां नामकरणं किम्? सो साक्षात् अनन्तरम् इत्युक्ते त्रयोदश अधिक एकशततम यः सूत्रम् अस्ति तृतीयाध्याये चतुर्थपादे, तत् सूत्रम् अस्ति तिङ्क्षित् सार्वधातुकम्. तस्य साक्षात् अनन्तरं चतुर्दश अधिक एकशततम सूत्रे महर्षि एकम् अन्यत् नामकरणम् अपि क्रियते, इत्युक्ते आर्धधातुकं शेषः इति अपि संज्ञासूत्रम्. अनेन संज्ञासूत्रेण किं भवति? आर्धधातुक इति संज्ञा कस्य कस्य प्रत्ययस्य आर्धधातुक इति संज्ञा, तस्य विषये महर्षि अत्र वदति आर्धधातुकं शेषः. सो अत्र शेषः इति कथनेन किं? सि साक्षात् अनन्तरं सः वदति. सो तिङ्गविहाय षित् विहाय शेष सर्वे प्रत्ययाः प्रत्ययस्य विषये एतत् नामकरणं सार्वधातुक अपि च आर्धधातुक कस्य नाम? प्रत्ययानाम् एव नामकरणं, न तु धातुनामकरणम्. अत्र धातु इति पदं तत्र श्रूयते परन्तु वयं पूर्वे पूर्वस्मिन् तत्र दृष्टवन्तः सार्वधातुक इति केवलं नामम् अस्ति, तस्य कोऽपि अन्य अर्थः नास्ति. एकं तत्र पारिभाषिकशब्दः, तस्य कः अर्थः? केवलं तिङ्क्षित् इति अस्ति तस्य अर्थः. ये प्रत्ययाः तिङ् अथवा ये प्रत्ययाः षित् तेषां नामम् एव सार्वधातुकम्. सो शेषः इति कथनेन यः प्रत्ययः तिङ् नास्ति, यः प्रत्ययः षित् नास्ति, तस्य नामं महर्षिणा किं दत्तं? सार्वधातुक इति तस्य नाम. सो उ इति विकरणप्रत्ययः तनादिकृण्भ्यः उहु यः अस्ति, तनादिगणे यः उ प्रत्ययः, न तु उ प्रत्ययः तिङ्समूहे आयाति, अत्र कुत्रापि उ दृश्यते न दृश्यते. अपि च उ इति प्रत्ययः षित् अपि नास्ति, तस्मिन् कोऽपि इत्संज्ञकवर्णः एव नास्ति, सो षित् नास्ति. सो यः प्रत्ययः तिङ्समूहे न आयाति, यः प्रत्ययः षित् अपि नास्ति सः शेषः इति कथनेन तस्य संज्ञा किम् आर्धधातुक् इति संज्ञा तस्य प्रत्ययस्य भवति. अतः तत्र किं तुमुन्निच् अनियर् त्वा ल्यप् तवतु नवुल् तृच् नमुल् एते सर्वे कुत्रचित् अपि शकारः इति नास्ति. अन्यवर्णः इति अस्ति तत्तु सत्यं, परन्तु तालव्यशकारः कुत्रापि इति नास्ति. सो यस्मिन् प्रत्यये तत्र किं वदामः आर्धधातुकं शेषः इत्यनेन यस्मिन् प्रत्यये शकारः इति नास्ति अपि च सः प्रत्ययः तिङ्समूहे अपि नायाति तस्य नामं महर्षिणा दत्तम् आर्धधातुकम् इति नामम्. सो धातुतः विहितः प्रत्ययः, इदानीं धातुतः विहितः प्रत्ययः केन् ऐदर् बि अ सार्वधातुक प्रत्ययः, किमर्थं चेत् अत्र शेषः इति शब्दः अस्ति, और् इट् केन् बि एन् आर्धधातुक प्रत्ययः. तावदेव, तत्र अन्यनामानि अपि सन्ति, परन्तु एतत् सूत्रद्वयं पश्यामः चेत् तेन किं भवति, धातुतः विहितः प्रत्ययः केन् ऐदर् बि अ सार्वधातुक प्रत्ययः और् इट् हेस् टु बि एन् आर्धधातुक प्रत्ययः. अनन्तरं तत्र अन्य क्लासिफिकेशन् अपि अस्ति, परन्तु इदानीं पर्यन्तं तावत् एव. वदतु भगिनि, प्रश्नः अस्ति वा भगिनि? विहितः इत्युक्ते किम्? विच् कम्स् आफ्टर् इट्? धातु अनन्तरं यत् प्रत्ययः आयाति इत्युक्ते धातुतः विहितः प्रत्ययः. अस्तु, धातु अनन्तरं यस्य विधानं कृतं महर्षिणा तत्र प्रत्ययस्यापि, तत्र प्रत्ययस्य विषये अपि तत्र बहूनि सूत्राणि, प्रत्ययविधायकसूत्राणि तत्र सन्ति. सो सर्वेषु धातु अनन्तरम् एतत् कृत् प्रत्ययः आगन्तुं शक्यते वा न शक्यते वा, तत्सर्वं प्रत्ययस्य विधानमपि सूत्रद्वारा एव भवति व्याकरणे. सो यत् यत् महर्षिणा उक्तम् एते सर्वे प्रत्ययाः धातु अनन्तरम् एव आयाति, ते सर्वे धातुतः विहितः प्रत्ययः इति वयं वदामः तादृश तत्र. कोऽपि अन्यप्रश्नः अस्ति वा? अस्तु, कुत्र अस्ति? अस्तु, इदानीं तत्र सूत्रस्य पूर्ण अर्थम् अत्र दत्तम् अस्मिन् परिच्छेदे. इत्युक्ते वयं दृष्टवन्तः अस्मिन् जालस्थाने, इत्युक्ते वर्ल्ड् संस्कृत डाट् नेट् इति जालस्थाने, तत्र सूत्रस्य विवरणं कथं दत्तम् एतत् सर्वं वयम् अधीतम्. प्रथमवाक्य एकं वाक्ये अथवा वाक्यद्वये तत्र प्रथमे तत्र सूत्रस्य अर्थः कः इति दत्तम्. अनन्तरं सूत्रे यदि कोऽपि सामासिकपदः, समासस्य विवरणम् अपि दत्तं, विग्रहवाक्यम् अपि दत्तम्, अपि च तत्र प्रत्येकस्य पदस्य विभक्ति का इत्यपि तत्र दत्तम्. विभक्ति पश्यामः चेदेव ज्ञातुं शक्यते तत्र संज्ञासूत्रं वा आदेशसूत्रं वा आगमसूत्रं वा इति, वयं विभक्तिप्रत्ययद्वारा एव तत्र ज्ञातुं शक्यते. किमर्थं चेत् तत्र महर्षिणा प्रत्येकस्य विभक्त्यान्तप्रदस्य तत्र विशिष्ट कोड् दत्तम् इति वयं सर्वे जानीमः. अनन्तरम् अस्मिन् प्रत्यये कस्य कस्य पदस्य अनुवृत्ति आवश्यकं वा न वा तदपि दत्तम्. सो यदि तत्र पूर्वसूत्रात् तत्र अनुवृत्तिः, पदस्य अनुवृत्तिः आवश्यकं, तत्र कस्य सूत्रात् अत्र अनुवृत्तिः भवति तदपि दत्तम्. अन्ते तत्र किमस्ति, अनुवृत्तिसहितसूत्रं. सो पूर्ण अनुवृत्तिसहितसूत्रं पठामः चेत् सूत्रस्य सम्पूर्ण अर्थः किम् अस्ति तत् वयं ज्ञातुं शक्यते. अस्तु, इदानीं तिंशित् सार्वधातुकम् इति विषये कः अथवा अस्तु, इदानीं अत्र क्रमेण गच्छामः. अनसूया भगिनी, अस्तु अत्र केवी महोदय पठितुम् इच्छति वा महोदय? नमस्कारः. पूर्णः सूत्रार्थः अत्र उक्तः. तिङ्क्षित् सार्वधातुकं तृतीय अध्याये प्रथ चतुर्थपादे त्रयोदश अधिकम् एकशतं तं सूत्रं धातोः विहितः. तिङ्क्षित् प्रत्ययः सार्वधातुकसंज्ञको भवति. षकार इत् यस्य सः षित् बहुव्रीहि समासः अत्र न लिखितमस्ति. तिङ् च षित् च तयोः समाहारद्वन्द्वः तिङ्क्षित्. तिङ्क्षित् प्रथमान्तं सार्वधातुकं प्रथमान्तं द्विपदमिदं सूत्रं प्रत्ययः तृतीयाध्याये प्रथमपादे प्रथमसूत्रं परश्च तृतीयाध्याये प्रथमपादे द्वितीयसूत्रं धातोः तृतीयाध्याये प्रथमपादे एकनवतितम् एकनवतितम सूत्रम् इत्येषाम् अधिकारः अनुवृत्तिसहितसूत्रं धातोः परश्च तिङ्क्षित् प्रत्ययः सार्वधातुकम् अत्र वदति पूर्ण सूत्रार्थ कृते अत्र लिखितमस्ति. तिङ्क्षित् सार्वधातुकं सूत्रम् अस्ति धातोः परे यः प्रत्ययः एको आयाति कुत्रापि कृपया प्रतिध्वनि आयाति कुत्रापि अहं न जानीमः. धातोः परे यः प्रत्ययः अस्ति तिङ्क्षित् प्रत्ययः तस्य नामकरणं सार्वधातुकं भवति. षकारः अस्ति यस्य तस्य नामकरणं षित् भवति. यः षित् बहुव्रीहि समासः अस्ति किम् अहं न जानीमः. तिङ् च अहं न जानीमः तिङ् च षित् च तयोः समाहारद्वन्द्वः तिङ्क्षित्. तिङ्क्षित् पदं समाहारद्वन्द्वः अस्ति तिङ् च षित् द्वयोः मेलनेन. तिङ्क्षित् प्रथमान्तम् अस्ति प्रथमान्तं आगमः अस्ति आदेशः अस्ति नामकरणमस्ति सार्वधातुकं प्रथमान्तम् अस्ति अपि द्विपदं सूत्रम् अत्र अत्र अस्य सूत्रस्य अनुवृत्ति भवति प्रत्ययः सूत्रतः च परश्च सूत्रतः अपि च धातोः सूत्रतः. अनुवृत्तिसहितसूत्रमस्ति धातोः परश्च तिङ्क्षित् प्रत्ययः सार्वधातुकं. धातोस्य अर्थम् अस्ति धातोः परे यः प्रत्ययः आयाति तस्य षकारः इतस्ति तस्य नाम षित् भवति. तकारः तिङ् अस्ति तिङ् वा षित् प्रत्ययः अस्ति तस्य तयोः नाम सार्वधातुकम् अस्ति. सम्यक् अस्ति वा? क्षमतां मम ध्वनिः न आयाति वा? श्रूयते. आम् धन्यवादः महोदय. धन्यवादः. सो अत्र तिंशित् सार्वधातुकम् इति यः संज्ञासूत्रमस्ति अत्र पदद्वयम् अस्ति, एकमस्ति तिंशित् अपि च सार्वधातुकम् इति पदमस्ति. तत्र प्रथमान्तं पदः सूत्रे अस्ति चेत् तत्र आदेशः आगमः अथवा नामकरणम्. सो अत्र आदेशः न दृश्यते, आगमः अपि न दृश्यते, अत्र केवलं नामकरणं भवति. सो सार्वधातुकम् इति नामं भवति कस्य कृते? तिङ्समूहस्य कृते, अपि च शित् प्रत्ययानां कृते सार्वधातुकम् इति संज्ञा. अस्मिन् सूत्रे प्रत्ययः, परश्च अपि च धातोः एते सूत्रद्वयं त्रीणि सूत्राणि अधिकारसूत्राणि. सो अधिकारसूत्राणि वदामः चेत् वयं दृष्टवन्तः अधिकारसूत्रस्य का आवश्यकता व्याकरणे. तत्र अधिकारसूत्रं महर्षिणा आदौ एव दत्तं. सो अधिकारसूत्रस्य प्रयोजनं तत्र पश्यामः चेत् तत्र किं भवति? अधिकारसूत्रस्य सम्पूर्णतया तत्र किम् अनुवृत्तिः अन्येषु बहुषु सूत्रेषु आवश्यकम् अस्ति. एतस्य पदस्य आवश्यकता प्रत्ययः, परश्च, धातोः, एते पदत्रयं तत्र अग्रिमेषु बहुषु सूत्रेषु एते पदानां तत्र आवश्यकता भवति. अतः महर्षिणा किं कृतम्? आदौ एव एते पदत्रयं दत्तम्, अपि च तेषाम् अधिकारः अत्र प्रत्ययस्य इति अधिकारः तृतीयाध्याये प्रथमपादे द्वितीयसूत्र आरभ्य तत्र अन्येषु बहुषु सूत्रेषु तत्र भवति. तथैव धातोः इति पदस्य अधिकारः एकनवतितम सूत्रम् आरभ्य तत्र बहुषु सूत्रेषु धातोः अपि पदस्य अनुवृत्तिः. सो एते सूत्रत्रयं, प्रत्ययः अपि एकं सूत्रं, परश्च अपि सूत्रं, धातोः अपि सूत्रं, सो एते सूत्रत्रयाणां तत्र अधिकारः वर्तते अस्मिन् तृतीयाध्याये चतुर्थपादे तत्र प्रत्ययानाम् अधिकारः इति सूत्राणाम् अधिकारः वर्तते. सो अत्र वयम् अपि च तत्र यः अधिकारसूत्रम् अस्ति तस्य सम्पूर्णतया अनुवृत्तिः अग्रिमेषु बहुषु सूत्रेषु भवति. सो प्रायशः महर्षिणा किं कृतम्? तत्र अधिकारसूत्रे प्रायशः एकम् एव पदं दत्तम्. सो प्रत्ययः एकमेव पदमस्ति सूत्रे, परश्च एकमेव पदमस्ति, तथैव धातुः एकमेव पदम्. सो अस्मिन् सूत्रे तत्र अनुवृत्तिसहितसूत्रं पठामः चेत् धातोः परश्च तिङ् षित् प्रत्ययः सार्वधातुकम्. सो प्रत्ययः अपि पदस्य अत्र अनुवृत्तिः. सो धातुः अनन्तरं तिङ् अस्ति अथवा षित् अस्ति, तेषां प्रत्ययानां नामं सार्वधातुकम् इति भवति इति अस्मिन् सूत्रे दत्तम्. सो अस्मिन् सूत्रे प्रत्ययः, परश्च, धातुः इति अधिकारः वर्तते. इति सूत्रत्रयाणाम् अधिकारः वर्तते. एते सर्वे सूत्रा, एते त्रयसूत्राः अधिकारसूत्राः. अस्तु, तस्य कः अर्थः अग्रे आयास्यति? अग्रिमेषु करपत्रेषु तत्र प्रत्ययः इत्युक्ते किं, परश्च इत्युक्ते किं, धातुः किमर्थं तत्र एकनवतितं धातुः इति अधिकारः, तत्तु सत्यं. सो तत्र सार्वधातुक इति संज्ञा कस्य भवति? धातुः परः यः प्रत्ययः विधीयते तस्य एव सार्वधातुक, अपि च आर्धधातुक इति संज्ञा भवितुम् अर्हति इति. तत्र किमर्थं चेत् तत्र धातोः इति पदस्य अनुवृत्तिः तत्र सर्वेषु प्रत्ययविधायकसूत्रेषु तत्र भवति एव. सो धातु अनन्तरं यः प्रत्ययः तस्य एव सार्वधातुक, अपि च आर्धधातुक इति संज्ञा भवितुम् अर्हति. अस्तु, चेतन भगिनी अग्रे पठितुम् इच्छति वा भगिनी? तृतीयबिन्दुतः पठतु. शक् प्रत्यये शकारपकारयोः लोपः, अकारः एव अवशिष्यते. शकारस्य इत्संज्ञा लोपश्च इत्युक्तम्. पकारस्य हलन्त्यं प्रथम अध्याये तृतीयपादे तृतीयसूत्रम् इति सूत्रेण इत्संज्ञा तस्य लोपः प्रथमाध्याये तृतीयपादे नवमः सूत्रम् इत्यनेन इत्संज्ञकस्य पकारस्य लोपः भू योगशप् योगति लशक्वतद्धिते प्रथमाध्याये तृतीयपादे अष्टमः श्लोकः हलन्त्यं प्रथमाध्याये तृतीयपादे तृतीयश्लोकः सूत्रं तस्य लोपः प्रथमाध्याये तृतीयपादे नवमः सूत्रम् इति सूत्रैः शकारपकारयोः लोपः भूयोग अयोग ति अत्र अ तु शप् आसीत् अधुना केवलम् अ दृश्यते तथापि शकारपकारयोः प्रभावः अस्ति एव अकारः शपः प्रतिनिधिः वदतु किम् शप् विकरणप्रत्यये त्रीणि वर्णानि सन्ति श अ प इति लशक्वतद्धिते सूत्रेण शकारस्य इत्संज्ञकः भवति षित् भवति हलन्त्यं सूत्रेण पकारस्य इत्संज्ञकः भवति पित् भवति अ एव तदनन्तरं तस्य लोपः भवति अतः अ एव तिष्ठति परन्तु शकारः पकारयोः प्रभावः अस्ति एव शकारस्य शकार अस्ति चेत् तत् न लिखितं गुणः भवति इति परन्तु पकार अपि आवश्यकम् षित् प्रत्ययेषु पकारः अपि आवश्यकं कस्य कृते गुणकार्यस्य कृते सत्यं भगिनि तदेव अस्ति अत्र सो यदा वयं भूयोग अयोग ति पश्यामः चेत् अत्र तु अ इति पश्यामः चेत् अ कस्य प्रतिनिधिः शप् प्रत्ययस्य एव प्रतिनिधिः सो अ इति प्रत्ययः अपि षित् प्रत्ययः अपि च अपित् प्रत्ययः इत्युक्ते अ इति अवशिष्टभागः यद्यपि अत्र शप् न दृश्यते तथापि अत्र तो अवशिष्टभागः न तु मूलप्रत्ययः सो मूलप्रत्ययः जानीमः चेदेव ज्ञातुं शक्यते षित् अस्ति वा अपित् अस्ति वा अपित् अस्ति वा सो अत्र अकारः तो शप् प्रत्ययस्य प्रतिनिधिः एव चतुर्थबिन्दुः अपि पठतु भगिनि भूधातुः अजन्तः स्वरान्तः धातुः नाम अन्तिमवर्णः स्वरः इति अच् प्रत्याहारः सर्वेषां स्वराणां सङ्गहः अतः अच् इति कश्चन सङ्क्षेपः स्वराणां कृते तथा हि अपरः प्रत्याहारः इक् इ इ उ ऋ लृ इत्येषां प्रत्याहारः इक् इति उच्यते भूधातोः अन्तिमवर्णः उकारः अतः भूधातुः इगन्तः धातुः इक् अन्ते यस्य सः इगन्तः यस्य धातोः अन्तिमवर्णः इ इ उ उ ऋ ऋ लृ वा सः धातुः इगन्तः इगन्तधातुः अत्र इगन्त अपि च अजन्त एते पदद्वयस्य विषये विशेषतः दत्तं तस्य विषये वदतु भगिनि. भूद् अजन्तः इत्युक्ते अच्वर्णः इति अ इ उं ऋक् ए ओम् ऐ औच् अतः सर्वे सर्वे स्वराणाम् अस्ति अच्वर्णस्य मध्ये अच् प्रत्याहारस्य आमाम् अच् प्रत्याहारमध्ये तत् अजन्तः इति इक् इत्युक्ते इ उं ऋ लुक् अतः इ उ ऋ लृ सन्ति तत् प्रत्याहारः इगन्तः इति उच्यते ह्रस्व अपि च दीर्घ स्वराः सन्ति अतः इक् इत्युक्ते इ इ उ ऋ इति भूधातोः अन्तिमवर्णः उकारः अस्ति अतः इक् मध्ये इक् प्रत्याहारस्य मध्ये आयाति तत् इगन्तः धातुः इति उच्यते. सत्यं भगिनि तदेव अस्ति. धन्यवादः. सो इदानीं तत्र वयं पूर्वे किं दृष्टवन्तः यः प्रत्ययः अस्ति तस्य प्रायशः नामकरणं कथं क्रियते अनुबन्धानुगुणः तस्य नाम भवति इत्युक्ते शित् वा पित् वा कित् वा टित् वा मित् वा इति प्रत्ययस्य विषये तत्र प्रायशः भवति. अपि च यदि कोऽपि विशिष्टनामम् अस्ति यथा कृत् प्रत्ययः यथा सार्वधातुकप्रत्ययः आर्धधातुकप्रत्ययः तत्तु विशिष्टनामं परन्तु प्रत्ययः दृष्ट्वा वयं तस्य नामं कथं कुर्मः इति प्रत्ययस्य विषये तु तत्र किं भवति तत्र एतादृशः तत्र कामन् नियमः इत्युक्ते वयम् एतत् सर्वं द्रष्टुं शक्यते. सो शप् प्रत्यये शकारपकारः इतस्ति सो तस्य वयं किं वदामः शप् शित् अपि अस्ति पित् अपि अस्ति सो अनुबन्धानुगुणः तत्र तस्य नामं प्रत्ययस्य नामं भवति. परन्तु धातुविषये अत्र किं लिखितमस्ति धातुविषये प्रायशः तत्र किं भवति अन्तिमवर्णं पश्यामः चेत् धातुः यः मूलधातुः अस्ति अनुबन्धवर्णानां निष्कासनम् अनन्तरं तत्र यः रूपं यः दृश्यते तस्य प्रायशः किमस्ति अन्तिमवर्णः कः तस्य आधारेण एव तत्र व्याकरणे धातूनां नामकरणं तत्र क्रियन्ते. सो भू यः अस्ति न केवलं भूधातुः अजन्तधातुः भू इति धातुः इगन्त अपि अस्ति सो भूधातुः विषये अपि तत्र अजन्तधातु अपि वयं वक्तुं शक्यते इगन्तधातु अपि वक्तुं शक्यते. किमर्थं चेत् दीर्घ उकारः ऊ इति यः वर्णः स अच् प्रत्याहारे अपि आयाति इक् प्रत्याहारे अपि आयाति सो अन्तिमवर्णं तत्र दृष्ट्वा वयं धातुः तत्र किं वदामः इगन्त् वा अजन्त् वा हलन्त् वा यथा पठिति धातुः पठिति धातुः अन्तिमवर्णः ठकारः ठकारः हल् प्रत्याहारे आयाति अतः वयं किं वदामः पाठिति धातुः हलन्तधातुः हल् अन्ते यस्य सः हलन्तः तथैव अजन्तः इति वदामः अच् अन्ते यस्य सः अजन्तः सो अजन्त हलन्त इघन्त लघु इगुपदधातुः लघु उदुपदधातुः लघु रुदुपदधातुः तादृशनामम् अपि सम्भवति व्याकरणे. सो उपदायां लघु इ इ अस्ति चेत् लघु इग् इगुपदधातुः उपदायां लघु उ अस्ति चेत् लघु उदुपदधातुः किमर्थम् एतादृशः नामकरणम् इति मनसि प्रश्नः आयाति. किमर्थम् एतादृशः नामकरणं? किमर्थं चेत् तत्र अजन्तधातूनां विषये भिन्नकार्यम्, इगन्तधातूनां विषये तत्र भिन्नकार्यम्, लघु इगुपद अस्ति चेत् इक् इघु वदामः चेत् इ ऊरुलु उपदायां लघु इक् वर्णः अस्ति चेत् तत्र विशिष्टकार्यं, दीर्घ अस्ति चेत् तत्र कोऽपि कार्यम् अस्ति वा नास्ति तत्र सूत्राधारेण. सो सूत्र आधारेण एतत् सर्वाणि नामकरणानि तत्र अस्माभिः तत्र कृतं. सो भूधातुः अजन्त अपि अस्ति एण्ड् वी केन् काल् इट् इगन्तधातुः अपि अस्ति. सो नामद्वयं सम्भवति भूविषये. सो तथैव जी नी जृविषये अजन्त अपि अस्ति, इगन्त अपि अस्ति. सो इक् वर्णः अन्ते अस्ति चेत् तत्र इगन्तधातुः, अजन्तधातुः अस्ति चेत् अच्वर्णः अन्ते अस्ति चेत् सामान्यतया अजन्तधातुः. सो एतादृशः नामकरणस्य तत्र प्रयोगः, प्रयोजनं कुत्र दृश्यते? सूत्रेषु एव दृश्यते. किमर्थं चेत् महर्षि वदति तत्र इक् वर्णानाम् एव गुणः, अथवा अजन्तविषये अचोणिनिति इति विषये यः अजन्त अस्ति तस्य विषये एव तत्र किं कार्यं भवति. सो विशुड् नो धातुः अजन्त अस्ति वा इगन्त अस्ति वा. सो यत् किमपि अजन् यः इगन्तधातुः अस्ति देट् विल् बि आटोमेटिकलि एन् अजन्तधातुः अपि. परन्तु सर्वे अजन्तधातवः इगन्तधातुः न भवितुम् अर्हति. परन्तु सर्वे इगन्तधातवः दे केन् बिकम् अजन्तधातुवः. वैसि वर्सा इस् नाट् पासिबल्. आर् यू अण्डर्स्टाण्डिङ्ग् मै पायिण्ट्? बिकास् इक् कम्स् इन् अज अच् अच् डस् नाट् कम् इन् अच् ओन्लि सम् आफ् द अच् कम् इन् द इक् प्रत्याहारे. परन्तु इक् प्रत्याहारे ये स्वराः ते सर्वे अच् प्रत्याहारे अपि तत्र आयास्यति. सो सर्वे इगन्तधातवः अजन्त अस्ति. परन्तु सर्वे अजन्तधातवः इगन्तम् अस्ति वा नास्ति तत् पश्यामः इति. तत्र अजन्त किम् अस्ति, इगन्त किम् अस्ति, धातुविषये एव तादृशनामकरणम्. अस्तु, इदानीं पञ्चमबिन्दुः. गिरिजा भगिनी पठितुम् इच्छति वा भगिनि? आं भगिनि, पठतु अत्र पञ्चम. भू योगः आ योगः ति, यत्र इत्संज्ञा कृत्वा लोपः साध्यते तत्र यस्य लोपः जातः सः इत्संज्ञावान्. इत्संज्ञावान् इति कारणेन तस्य प्रभावः तिष्ठति. कुत्र तिष्ठति? बहुव्रीहिसमासेन यस्य इत्संज्ञकवर्णः तस्मिन् प्रभावः. यथा शप् प्रत्यये शकारपकारयोः इत्संज्ञा कृत्वा लोपः. इत्संज्ञावान् शकारः यस्य सः षित्. शप् प्रत्ययस्य इत्संज्ञावान् शकारः, अतः शप् प्रत्ययः षित्. शप् षित् अतः तिंषित् सार्वधातुकम् 3, 4, 1, 1, 3 चतुर्थाध्याये तृतीयाध्याये तृतीयाध्याये चतुर्थपादे त्रि अधिक एक त्रयोदश अधिक एकः शततम् एकशततम् इत्यनेन शप् प्रत्ययः सार्वधातुकसंज्ञकः. एतस्मात् कारणात् नूतनसूत्रस्य कार्यं भवति. इदानीं भू योगः आ योगः ति सूत्रे शप् प्रत्ययः विकरणप्रत्ययः इत्संज्ञाः भविष्यति. तस्य लोपः भवति. तत्कारणेन षित् इत्संज्ञकः. तथैव पित् अपि भवति. तस्य लोपानन्तरं तदपि लोपः भवति, परन्तु तस्य प्रभावं सूत्रसिद्धि कर्तुं चेत् भविष्यति, तिष्ठति. कुत्र तिष्ठति इत्युक्ते तिंशित् सार्वधातुकं शप्षित् अतः तिंशित् सार्वधातुकम् इत्यनेन शप् प्रत्ययः सार्वधातुकं संज्ञकः. तिङ् प्रत्ययः षित् प्रत्ययसमूहं सार्वधातुकम् इति सूत्रेण तस्य प्रभावं तिष्ठति. एतस्मात् कारणात् नूतनसूत्रस्य कार्यं भवति. तिंशित् सार्वधातुकं सूत्रम् उपयुज्य च पित् तस्य कार्यं भवति तदनन्तरमपि सूत्रेण. सत्यं भगिनि, सत्यं, तदेव अस्ति. सो अत्र भूयोग अयोगति इति यः अस्ति प्रक्रियायाम् एतादृशः, तत्र सोपानम् एकं सोपानम् अस्ति, सूत्रं नास्ति. सो भूयोग अयोगति इति स्थित्यां तत्र किं यः अकारः अत्र श्रूयते सः अकारः तु शित् अस्ति, पित् अपि अस्ति. सः अकारः शका तत्र शकारः इत्संज्ञावान् अस्ति, पकारः अपि इत्संज्ञावान्. सो अत्र यद्यपि अत्र प्रक्रियायां केवलम् अकारः दृश्यते, परन्तु अत्र अकारः तु शित् अस्ति. सो शित् अस्ति चेत् तत्र धातु साक्षात् अनन्तरं कीदृशप्रत्ययः इति वदामः चेत् सार्वधातुप्रत्ययः परे अस्ति. इत्युक्ते भूयोग अ इति यः अस्ति धातुः साक्षात् सार्वधातुकप्रत्ययः पश्यति अत्र. सो कथं जानीमः शप् इति सार्वधातुक्? तिंशित् सार्वधातुकम् इति सूत्रेण एव वयं जानीमः, कोऽपि अन्यत् सूत्रं नास्ति, एकमेव संज्ञासूत्रम् अस्ति येन किं वयं तत्र अवगम्यते शित् इति प्रत्ययः सार्वधातुक् इति प्रत्ययः. सो भूयोग सार्वधातुकप्रत्ययः भवति चेत् अग्रे एकं नूतनकार्यस्य तत्र किं प्रसक्तिः आयाति. सो यदा तत्र सूत्रं किम् इति अग्रे पश्यामः, इदानीं पर्यन्तं यदि कोऽपि पृच्छति भूयोग अ यः दृश्यते अत्र कीदृशप्रत्ययः, सो अस्माभिः किं वक्तव्यं? सार्वधातुकप्रत्ययः. तथैव तत्र क्रूयोग उ इति यः स्थितिः अस्ति, क्रूयोग उ योगति लटि एकवचने तत्र रूपसाधनस्य अस्माकं विवक्षा अस्ति चेत् क्रू धातुतः, सो पाणिनिधातुपः धातुपाठतः वयं डुक्रै इति धातुः नयामः, तत्र तिप् एकवचने तिप् प्रत्ययः योजयामः, तत्र वयं किं कुर्मः? क्रू इति प्रत्ययः तनादिगणे अस्ति, डुक्रञ् अनुबन्धलोपानन्तरं तत्र क्रू एव अवशिष्यते. सो अस्माकं विवक्षा अनुसारेण तत्र एकवचनस्य प्रत्ययः आयाति, तिप् इति एकवचनस्य प्रत्ययः. तत्रापि पकारस्य इति कुर्मः चेत् ति एव अवशिष्यते. अनन्तरं तत्र धातुः कस्मिन् गणे अस्ति? तनादिगणे अस्ति, अतः तत्र कर्तरि शप् सार्वधातुके इति शप् प्रभाद्य शप् विकरण प्रभाद्य तत्र तनादिकृण्भ्यः उः इति सूत्रद्वारा उ इति प्रत्ययः मध्ये आयाति. इदानीं क्रू योग उ योग ति अस्ति, एतत् सोपानम् अस्ति. सो अत्र क्रू गुण करणीयं वा न करणीयं केन आधारेण वयं तत्र निर्णयं कुर्मः चेत् कीदृशप्रत्ययः क्रू अनन्तरं कीदृशप्रत्ययः इति पश्यामः चेदेव वयं सूत्राधारेण तत्र गुणः कुर्मः. सो उ इति प्रत्ययः शित् नास्ति, तिङ्समूहे नास्ति, अतः आर्धधातुकं शेषः इति अन्येन क्रू इति उ इति प्रत्ययः आर्धधातुकप्रत्ययः, आर्धधातुकसंज्ञकः प्रत्ययः. इदानीम् अनन्तरं तत्र सूत्रं पश्यामः चेदेव ज्ञातुं शक्यते आर्धधातुकप्रत्ययः परे अस्ति चेत् गुणः भवति वा न भवति. सार्वधातुकप्रत्ययः परे अस्ति चेत् गुणः भवति वा न भवति तस्य कृते गुणविधायकसूत्रं जानीमः चेदेव ज्ञातुं शक्यते। तिंशित् सार्वधातुकम् अपि च आर्धधातुकं शेषः एतत् सूत्रद्वयं केवलं प्रत्ययस्य नामकरणं करोति, कोऽपि कार्यस्य कृते तत्र निर्देशः नास्ति, केवलं संज्ञासूत्रेण केवलं नामकरणं भवति संज्ञासूत्रेण। सो प्रत्ययस्य नामकरणं सूत्रद्वयेन तत्र महर्षिणा कृतं। तिंशित् अस्ति चेत् सार्वधातुकसंज्ञा, नो चेत् शेषः विषये आर्धधातुकसंज्ञः। सो तत्र एते सूत्रद्वयं केवलं नामकरणं प्रत्ययस्य नामकरणं करोति, न तु कार्यस्य कृते तत्र कोऽपि निर्देशः दत्तं, केवलं संज्ञासूत्रम् अस्तु। इदानीं सार्वधातुकनिमित्तीकृत्य किं कार्यम्, आर्धधातुकनिमित्तीकृत्य किं कार्यम्? सो इदानीं तत्र महर्षिणा वदति भूयोगशित्पित् अस्ति चेत्, धातु अनन्तरं शित्पित् अस्ति चेत् तत्र गुणः करणीयं, धातु अनन्तरं तत्र शित्पित् विहाय कोऽपि अन्यप्रत्ययः अस्ति चेत् तत्र अपि यः कार्यं करणीयं, गुणकार्यं करणीयम् इति न वदति। सो फस्ट् ही क्रियेट्स् अ शार्ट् नेम्, देन् ही यूसेस् द वै हीस् ही गिवन् सार्वधातुक् अपि च अर्धधातुक् नाम टु भिन्नभिन्नप्रत्ययाः, बिकास् तत्र विधिसूत्रे तस्य प्रयोजनं दृश्यते। It is not that he wanted to put this type of pratyaha as sarvadhatuk. So, vina prayojanam tatra kimapi na bhavati vyakrane. So, sarvadhatuk iti sangya krite api prayojanam asti. Ardhadhatuk sangya vishaye api prayojanam drishyate tatra vyakrane. Vina prayojanam kimapi na bhavati maharishi dwara. Astu, idhanim guna vidayak sutram, vidhi sutram. विधिसूत्रम् इत्युक्ते येन कार्यं विधीयते तदेव विधिसूत्रम्। सो तिंशित् सार्वधातुकम् इत्यनेन कोऽपि कार्यं न विधीयते, अत्र केवलं नामकरणं क्रियते, परन्तु इदानीं यः सूत्रमस्ति सः विधिसूत्रम्, अनेन कार्यस्य कृते अस्मिन् सूत्रे निर्देशः अस्तु। अग्रे कः पठितुमिच्छति? कः अथवा का? पूर्णिमा भगिनी पठितुम् इच्छति वा भगिनि? अस्ति वा भगिनि पूर्णिमा भगिनी? नो चेत् मञ्जरी भगिनी पठितुम् इच्छति वा भगिनि? श्रूयते वा? श्रूयते, किञ्चित् उच्चैः वदतु वदतु। सार्वधातुकार्धधातुकयोः सप्तमे अध्याये तृतीयपादे चतुर्षति सूत्रमस्ति। अस्य सूत्रस्य अर्थः एवम्, इगन्तधातोः अनन्तरं सार्वधातुकः अथवा आर्धधातुकः प्रत्ययः अस्ति चेत् तर्हि इगन्तस्य अङ्गस्य इक् वर्णस्य गुणः भवति। पूर्णः सूत्रार्थः अत्र उक्तः। सार्वधातुकार्धधातुकयोः इगन्ताङ्गस्य इकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्यये परे। सार्वधातुकश्च आर्धधातुकश्च तयोः इतरेतरद्वन्द्वः सार्वधातुकार्धधातुके तयोः सार्वधातुकार्धधातुकयोः सार्वधातुकार्धधातुकयोः सप्तम्यन्तम् एकपदमिदं सूत्रम्। निदेर्गुणः सप्तमे अध्याये तृतीये पादे द्वाशीतितमसूत्रम् इत्यस्मात् गुणः इत्यस्य अनुवृत्ति अङ्गस्य इत्यस्य अधिकारः इको गुणवृत्तिः इत्यतेन परिभाषासूत्रेण इक् स्थाने भवति यत्र स्थाने न उक्तम् येन विधि तदन्तस्य इत्यतेन इकः अङ्गस्य इत्युक्ते न केवलम् इक् इति अङ्गं किन्तु तादृशम् अङ्गं यस्य अन्ते इक् अलोन्तस्य इत्यतेन अङ्गस्य स्थाने गुणादेशः इति न अपि तु अङ्गस्य अन्तिमवर्णस्य स्थाने गुणादेशः तथा अनुवृत्तिसहितसूत्रम् इकः अङ्गस्य गुणः सार्वधातुकार्धधातुकयोः सूत्रस्य कः अर्थः प्रथमे वदतु सार्वधातुकार्धधातुकयोः इगन्त अङ्गस्य यदि सार्वधातुक अर्धधातुकप्रत्ययः अस्ति तत्र इगन्ताङ्गस्य गुणः भवति सत्यम् इगन्ताङ्गस्य इकः गुणः इत्युक्ते इक् वर्ण अपि च सूत्रे कति पदानि तत् तस्य विषये अपि वदतु अत्र पूर्णसूत्र अथवा सार्वधातुकार्धधातुकयोः यः सूत्रमस्ति अस्मिन् सूत्रे तु अनुवृत्ति तु बहुषु पदेषु भवति परन्तु अत्र एकपदमिदं सूत्रमेव सार्वधातुकार्धधातुकयोः तस्य विभक्ति का सप्तमी विभक्ति अस्ति तथा सप्तमी विभक्तिसूत्रे अस्ति चेत् तस्य कः अर्थः तस्य अर्थः अस्ति सूत्रस्य पूर्वे निमित्सप्तमी सप्तम्यान्तं पदः सूत्रे अस्ति चेत् तत् निमित्तं भवति देट् इस् अ हेतु फार् द कार्यः निमित्तस्य तस्य पूर्वे पूर्वकार्यं परनिमित्तम् तस्य पूर्वे कार्यं भवति अपि च अत्र कस्य कस्य पदस्य अनुवृत्तिः इकः अङ्गस्य गुणः इति त्रीणि पदानि अस्ति तस्य अनुवृत्तिः भवति तेर्गुणः इति सूत्रे गुणः इति पदस्य अनुवृत्तिः अङ्गस्य अङ्गस्य इति गुणसूत्रस्य अनुवृत्तिः तथा इको गुणवृत्तिः अत्र गुणः इति तस्य अनुवृत्तिः न इको गुणवृद्धिः इति सूत्रतः इको गुणवृद्धिः इत्यतेन इक् स्थाने भवति सो अत्र अस्मिन् सूत्रे साधु भगिनी तदेव अस्ति धन्यवादः सो सार्वधातुकार्धधातुकयोः इति सप्तमीयान्तं सूत्रम् इत्युक्ते सूत्रे एकमेव पदं महर्षिणा दत्तं सप्तमी द्विवचनात् पदम् अस्ति सप्तमीयन्तं पदः अस्ति परन्तु द्विवचनपदं सप्तमी द्विवचनात् पदं सा किमर्थं चेत् अत्र एकमेव विषये नास्ति सार्वधातुक् अपि च आर्धधातुकयोः द्वयोः इति सप्तमीयान्तं पदः सो सूत्रे सप्तमीयान्तं पदः अस्ति चेत् तद् निमित्तं भवति कार्यस्य कृते निमित्तं भवति सो सार्वधातुक् अथवा आर्धधातुक् प्रत्ययः धातु अनन्तरं सार्वधातुक् अथवा आर्धधातुक् प्रत्ययः अस्ति चेदेव तत्र किं गुणकार्यं सो यदा तत्र क्रूयोग उ भवति तत्रापि गुणस्य प्रसक्तिः अपि च भूयोग शप् भवति तत्रापि गुणस्य प्रसक्तिः किमर्थं चेत् भूविषये तु सार्वधातुक् प्रत्ययः परे परन्तु क्रूविषये तु आर्धधातुक् प्रत्ययः परे सो धातु अनन्तरं सार्वधातुक् प्रत्ययः अथवा आर्धधातुक् प्रत्ययः आयातिश्चेत् तत्र किं गुणः भवति कस्य गुणः इकः अङ्गस्य गुणः सो यदा तत्र भूयः अस्ति तत्र बकारः अपि च दीर्घ ऊकारः सो तत्र अङ्गम् इति तस्य नाम सो प्रत्ययस्य पूर्वे यत् भागं तस्य अङ्गम् इति तत्र संज्ञा व्याकरणे प्रत्ययस्य पूर्वे यत् किमपि अस्ति तस्य अङ्गम् इति नाम सो भू अपि यद्यपि धातु अपि अस्ति अङ्गम् अपि प्रत्ययस्य विषये अङ्गम् इति वदामः सो कस्य तत्र गुणः तत्र सम्पूर्ण अङ्गस्य गुणः न भवति तत्र अङ्गस्य इकः यः अस्ति इक् वर्णः यः अस्ति तस्य गुणः इकः अङ्गस्य गुणः इति तत्र अर्थं भवति सो तत्र सम्पूर्ण भूयोग शप् कुर्मः चेत् तत्र ओ योग अ न भवति भकारः तथैव तिष्ठति अत्र किम् अस्ति अत्र दृश्यतु अत्र येन विधिः तदन्तस्य तत्तत्तु सत्यम् अत्र दृश्यतु अलो अनन्त्यस्य इति परिभाषासूत्रस्य अपि अत्र आवश्यकता किमर्थं चेत् तत्र यदा वयं भूयोग शप् कुर्मः चेत् तत्र कोऽपि ओ योग अ न तत्र भवेत् तत्र एतादृशकार्यं कस्यचित् पुरुषस्य तत्र न भवति चेत् सः पुरुषं तत् तादृशकार्यं न करोति चेत् तत्र किम् अस्ति अलो अनन्त्यस्य इत्युक्ते अन्तिम अलस्य एव अन्तिम अलः इक् अस्ति चेत् तस्य एव गुणः करणीयं न तु सम्पूर्ण अङ्गस्य इत्यनेन अङ्गस्य स्थाने गुणादेशः इति न सम्पूर्ण अङ्गस्य गुणादेशः न भवति अपि तु अङ्गस्य अन्तिमवर्णस्य स्थाने गुणादेशः अङ्गम् इत्युक्ते भू आरभ्य ऊपर्यन्तं सो तत्र सम्पूर्ण अङ्गस्य गुणादेशः न भवति तत्र भूयोग शप् कुर्मः चेत् तत्र उकारस्य गुणः ओकारः सो तत्र ओ योग अ न भवति बकारः तथैव तिष्ठति केवलम् अन्तिम अलस्य एव गुणः करणीयं यदि तत् सः अन्तिम अलः इक् अस्ति इक् वर्णः अस्ति चेदेव तस्य गुणः भवति सो अन्तिम अलस्य एव अत्र गुणः भवति अपि च तत्र एकं धातु अस्ति इकारः अनुबन्धलोपानन्तरं तत्र इ एव तिष्ठति सो तत्र एति इति रूपं भवति सो ए योग शप् योग ति यदा भवति तत्र इकारः इ इति वर्णः इक् वर्णः सो इक् वर्णस्य अनन्तरं सार्वधातुक् प्रत्ययः अस्ति चेत् तस्य इक् वर्णस्य गुणः इत्यपि अर्थम् अत्र भवति परन्तु महर्षि किं वदति अत्र येन विधि तदन्तस्य इत्युक्ते अत्र इक् वर्णस्य विषये विधिः अस्ति कार्यम् अस्ति इक् वर्णानाम् एव गुणः भवति इक् वर्णः नास्ति चेत् तत्र गुणः न भवति केवलम् इक् वर्णानाम् एव गुणः सो न केवलम् इक् वर्णस्य परे तत्र सार्वधातुक् अथवा आर्धधातुक् प्रत्ययः अस्ति चेत् तत्र गुणकार्यं करणीयं परन्तु येन विधि तदन्तस्य इति सूत्रद्वारा तत्र अस्माभिः किं तत्र तत्र तत्र पठामः यस्य न केवलम् इक् वर्णानां गुणः परन्तु यस्य अन्ते इक् वर्णः यस्य अङ्गस्य अन्ते इक् वर्णः वर्तते तस्यापि गुणः सम्भवति यथा भू यथा क्रू भू इति इक् वर्णः अन्ते अस्ति न तु भकारः इक् वर्णः नास्ति सो तादृश अङ्गस्य यस्य अन्ते इक् वर्णः तस्यापि गुणः अथवा न केवलम् इक् वर्णस्य परे सार्वधातुक् अथवा आर्धधातुक् प्रत्ययः आयातिश्चेत् तत्र गुणः परन्तु यस्य अङ्गस्य अन्ते अपि इक् वर्णः अस्ति तस्यापि गुणः किमर्थं चेत् एतत् सूत्रम् अङ्गस्य इति अधिकारे आयाति सो सम्पू अपि च सम्पूर्ण अङ्गस्य गुणः न करणीयं केवलम् अन्तिम अलस्य एव गुणः करणीयम् सो अस्मिन् सूत्रे इको गुणवृद्धिः येन विधि तदन्तस्य अपि च अलो अनन्त्यस्य एते सूत्रत्रयाणां तत्र परिभाषासूत्रम् इको गुणवृद्धि अपि परिभाषासूत्रं येन विधिस्तदन्तस्य अपि परिभाषासूत्रम् अलो अनन्त्यस्य अपि परिभाषासूत्रम् अस्मिन् सूत्रे ब्रह्मः जायते पठामः चेत् ब्रह्मः जायते सो यस्मिन् यस्मिन् विधिसूत्रे ब्रह्मः जायते तत्र किं करणीयं परिभाषासूत्रस्य तत्र आवश्यकता भवति इत्युक्ते परिभाषासूत्रस्य किं प्रयोजनं यत्र यत्र विधिसूत्रे ब्रह्मः जायते तत्र तत्र परिभाषासूत्रम् आगत्य सहायता करोति एतादृशकार्यं करणीयम् इदानीं प्रथमयः सूत्रमस्ति इको गुणवृद्धिः अग्रे अङ्ग इत्युक्ते किं भगिनि अङ्गं विषये एकं तत्र सूत्रम् अस्ति किम् अस्ति अत्र दत्तं वा यस्मात् प्रत्ययः विधिः तदादिप्रत्यय अङ्गम् इति एकं संज्ञासूत्रम् अनेन सूत्रेण किं भवति अङ्गम् इत्युक्ते किं व्याकरणे तस्य विषये दत्तम् सो यस्मात् प्रत्ययः विधिः तदादिप्रत्ययङ्गम् इति अङ्गविधा अङ्गसंज्ञासूत्रम् सो अङ्गम् इति वदामः चेत् यस्मात् प्रत्ययः विधिः सो यस्मात् इत्युक्ते धातु यस्मात् इत्युक्ते शब्दसमूहस्य अनन्तरं तत्र महर्षिणा किं प्रत्ययविधानं कृतं यथा धातु अनन्तरं तत्र बहूनि प्रत्ययाः आगन्तुं शक्यते सो तत्र धातु अनन्तरं प्रत्ययविधानं भवति तथैव प्रातिपदिकस्य अनन्तरम् अपि तत्र प्रत्ययविधानं भवति सो यस्मात् प्रत्ययः विधिः विधीयते यस्मात् अनन्तरं प्रत्ययः आयाति तदादिप्रत्ययङ्गम् इत्युक्ते आदिं वर्णसहित प्रत्ययस्य आदिं वर्णपर्यन्तम् अत्र दृश्यतु एकनिमिषः अत्र अस्ति अत्र दृश्यतु यस् पि पि टि दृश्यते वा सो अङ्गं किम् अस्ति एकं संज्ञा अस्ति नामकरणम् अस्ति यथा सार्वधातुक एकं संज्ञा अस्ति अत्रापि अङ्गम् इत्युक्ते बाडि पार्ट् नास्ति अत्र अङ्गमेकं संज्ञा अस्ति सो संज्ञा तस्य विषये संज्ञा अस्ति चेत् तस्य विषये सूत्रमपि आवश्यकं तेन एव अवगन्तुं शक्यते अङ्गम् इत्युक्ते किं सो सूत्रमस्ति यस्मात् प्रत्ययविधिः तदादिप्रत्ययङ्गम् इति प्रथमाध्याये चतुर्थपादे सूत्रं दत्तं त्रयोदशसूत्रम् सो यस्मात् शब्दात् प्रत्ययस्य विधानं क्रियते महर्षिद्वारा तस्य शब्दस्य प्रथमवर्णात् आरभ्य प्रत्ययस्य प्रथमवर्णं यावत् विद्यमानः सम्पूर्ण अंशं तस्य प्रत्ययस्य अङ्गरूपेण स्वीक्रियते इदानीम् उदाहरणरूपेण तत्र पश्यामः अत्र दृश्यतु आप् इति एकं धातुः अस्ति स्वादिगणे अस्ति तत्र श्नु इति विकरणप्रत्ययः तिप् अपि अस्ति एकं प्रत्ययः सो अत्र किं भवति श्नु इति एकं प्रत्ययः यस्मात् प्रत्ययः विधिः आप् अनन्तरं श्नु इति प्रत्ययस्य विधानं महर्षिणा कृतं सो श्नु अपि प्रत्ययः प्रत्ययस्य पूर्वे यत् भागं तत् सर्वम् अङ्गम् इति उच्यते तस्य इति सूत्रस्य सरल अर्थं भवति सो श्नु प्रत्ययस्य विषये अङ्गं किम् अ आरभ्य श इति यः श्नु प्रत्ययस्य प्रथमवर्णः तावत्पर्यन्तं यत् भागः तत् सर्वम् अङ्गं स्वश्नु प्रत्ययस्य कृते आप् इति अङ्गम्। परन्तु अनन्तरं श्नु योजयामः चेत् तत्र शकारः इति भवति, नु एव अवशिष्यते। सो तत्र किमपि कार्यं नास्ति, गुणकार्यस्य प्रसङ्गः नास्ति। सो तत्र वर्णमेलनेन किं भवति, आप्नु इति भवति। इदानीम् आप्नु अस्ति, सो आप्नु इति यः अस्ति भागः वर्णानां समूहः, सो तिप् प्रत्ययस्य कृते अङ्गं किम्? तिप् प्रत्ययस्य कृते आप्न अङ्गम्। तिप् प्रत्ययस्य पूर्वे यत् भागं तत् सर्वम् अङ्गम्। सो फार् द तिप् प्रत्ययः अङ्गम् इस् आप्नु, न तु आप्, न तु धातुभागः। सो प्रत्ययस्य पूर्वे यत् भागं तत् सर्वम् अङ्गम् इति उच्यते व्याकरणे। परन्तु पूर्वे श्नु इति कृते तु केवलम् आप् इति अङ्गम्, परन्तु तिप् प्रत्ययस्य कृते तु आप्नु इति अङ्गम्। न तु नु केवलं नु नास्ति, सम्पूर्ण प्रथम आरभ्य तपर्यन्तं यत् भागः तदेव अत्र लिखितमस्ति। यस्मात् शब्दात् प्रत्ययस्य विधानं क्रियते तस्य शब्दस्य प्रथमवर्ण आरभ्य प्रत्ययस्य प्रथमवर्ण यावत् विद्यमानः। वि आर् टाकिङ्ग् दिस् टैम् अबौट् तिप् प्रत्ययः। सो तिप् प्रत्ययस्य प्रथम वर्णः कः? तकारः। सो तकारपर्यन्तं यत् प्रथमवर्ण आरभ्य आरभ्य तकारपर्यन्तं यत् भागः तत् सम्पूर्णम् अङ्गं कस्य कृते? तिप् प्रत्ययस्य कृते। सो यत्र यत्र अङ्गम् इति नाम भवति तत्र तत्र सर्वदा किं वक्तव्यं, कस्य प्रत्ययस्य कृते अङ्गम्? सो तत्र प्रत्ययस्य तत्र किं तस्य विवरणम् अपि आयास्यति। सो तत्र प्रत्ययस्य सो सामान्यतया किं वदामः, प्रत्ययस्य पूर्वे यत् भागं तत् सर्वम् अङ्गम् इति उच्यते। सो धातु अपि विकरणप्रत्ययस्य कृते धातु एव अङ्गम्, परन्तु तिङ्समूहस्य कृते तु धातुयोगविकरणप्रत्ययः इति अङ्गं, सर्वदा तथैव भवति। अवगतं वा भगिनि? सर्वैः अवगतं वा? आं भगिनि। सो वेन् यु से इकः अङ्गस्य गुणः, whatever is before ik undergoes guna means kīdrśa angasya atra viśeṣan viśeṣa bhāvah api asti angah yah asti atra angasya iti likhitam asti ikah iti api śaṣṭhi antam padah ikah ik iti kathnena tatra ik iti prathama antam padah parantu ikah iti vadamah cet śaṣṭhi antam padah ikah angasya कीदृश अङ्गस्य, प्रत्येकस्य अङ्गस्य गुणः न भवति, सार्वधातुक आर्धधातुकयोः इति सूत्रेण प्रत्येकस्य अङ्गस्य गुणः न। कीदृश अङ्गस्य गुणः? केवलम् इकः अङ्गस्य गुणः। सो अङ्गे इक् वर्णः अन्ते अस्ति चेत् चेदेव गुणः, मध्ये कुत्रचित् इक् वर्णः अङ्गस्य मध्ये अथवा आदौ अथवा तत्र उपधायाम् इक् वर्णः अस्ति चेत् अनेन सूत्रेण गुणः न भवति। सूत्रं वदति अङ्गस्य अन्ते इक् वर्णः अस्ति चेदेव गुणः, न तु कुत्रचित् मध्ये उपधायाम् आदौ इक् वर्णः अस्ति चेत् तस्य इक् वर्णस्य गुणः न भवति। अन्तिमस्थितस्य इक् वर्णस्य, अङ्गस्य अन्ते स्थितस्य इक् वर्णस्य एव गुणः इति सूत्रस्य अर्थः। सार्वधातुक आर्धधातुकयोः इति सूत्रस्य कः अर्थः इति सरलतया वदामः चेत्, यत् किमपि अङ्गं, धातु केन् बि एन् अङ्गं फार् विकरणप्रत्ययः। सो वि विल् नाट् से धातु, इदानीं वि विल् नाट् से धातु, वि विल् यूस् अङ्गम् इति शब्दः। यस्य अङ्गस्य इक् वर्णः अस्ति तस्य परे कोऽपि सार्वधातुक अथवा आर्धधातुक प्रत्ययः आयातिश्चेत् तत्र गुणकार्यं, तत्र तस्य अन्तिम इक् वर्णस्य गुणः भवति इति सूत्रस्य अर्थः किम्? अङ्गस्य अन्ते इक् वर्णः अस्ति. वेन् ऐ से इक् वर्णः, इट् केन् बि ह्रस्व इक् आर् दीर्घ इक्. ऐ एम् ओन्ली यूसिङ्ग् इक् वर्णः. ऐ एम् नाट् यूसिङ्ग् ह्रस्व वा लघु वा प्लुत् वा किमपि नास्ति, केवलम् इक् वर्णस्य. सो अन्ते स्थितस्य दीर्घ उकारस्य अपि गुणः, ह्रस्व उकारस्य अपि गुणः, दीर्घ इकारस्य अपि गुणः, ह्रस्व इकारस्य अपि गुणः इति तस्य अर्थः. सो अन्ते अङ्गस्य अन्ते इक् वर्णः अस्ति चेत् तस्य इक् वर्णस्य गुणः भवति. कदा भवति? सार्वधातुक आर्धधातुक परे प्रत्ययः परे अस्ति चेदेव गुणः इति सूत्रस्य अर्थः. तावदेव अस्ति. सो सार्वधातुक आर्धधातुकयोः केवलमेकमेव पदं दत्तं, परन्तु अत्र त्रयाणां पदानाम् अनुवृत्तिः. इकः अङ्गस्य गुणः, अपि च एकम् अन्यत् बिन्दुः अत्र अस्ति 834. इको गुणवृद्धिः. इको गुणवृद्धिः इति एकं परिभाषासूत्रम् एतत् सूत्रं किं वदति? इकस्थाने एव गुणः अपि च वृद्धिकार्यं करणीयम् इति सूत्रस्य अर्थः. परन्तु कुत्र? यस्मिन् विधिसूत्रे स्थानीपदं न दत्तं तत्र एव इकः स्थानी भवति. यत्र साक्षात् स्थानीपदं दत्तं गुण अपि च वृद्धिकार्यस्य विषये यत्र स्थानीपदं दत्तं तत्र इको गुणवृद्धिः इति सूत्रस्य आवश्यकता नास्ति. यस्मिन् विधिसूत्रे स्थानीपदं न दत्तम् अत्र केवलं सप्तमी अन्तं पदः दत्तं, निमित्तपदं दत्तं, न तु स्थानीपदं दत्तम्. किमर्थं चेत् विधिसूत्रे स्थानीपदम् अपि आवश्यकम्. अत्र आदेशः भवति. आदेशः किम् आदेशः? तत्र इक् वर्णः अपगच्छति, तस्य स्थाने गुणवर्णः आयाति इति तत्र कार्यम्, आदेशरूपी कार्यम्. सो अत्र स्थानीपदम् आवश्यकं, परन्तु सूत्रे महर्षिणा स्थानीपदं न दत्तं. सो यस्मिन् विधिसूत्रे, कीदृशविधिसूत्रे? गुण अपि च वृद्धिविधायकसूत्रे स्थानीपदं न दत्तं, तत्र इकः एव स्थानी भवति. तत्र इक् स्थाने एव गुण अपि च वृद्धि करणीयम् इति परिभाषासूत्रस्य अर्थः. दिस् रिक्वायर्स्. वदतु भगिनि. अत्र यस्मात् यस्मात् प्रत्ययविधिः तद् आदि प्रत्यये अङ्गम् इति तत्र सूत्रं दत्तम्. अनन्तरम् एतत् विषये भवत्या एकः उदाहरणः अपि स्वीकृतम्, आप् योगः स्नो योगः ति इति प्रत्ययम्. अत्र एकं पदं स्वीकृत्य अत्र यस्मात् प्रत्ययविधिः तदादि प्रत्ययङ्गम्. अत्र प्रत्ययं धातुः अस्ति आप् इति, अनन्तरं श्नु इति प्रत्ययम् अस्ति, एतत्तु विकरणप्रत्ययम्. अन्तिम आकृतिः तु शकारस्य लोपः भूत्वा स्नु एव अस्ति. अनन्तरम् अत्र किञ्चित् गुणकार्यं भूत्वा ओकारः भवति नो इति. अत्र प्रत्यय तद् आदि प्रत्यय अङ्गम् अत्र किं किञ्चित् क्लेशः अस्ति महोदय? अत्र न, अत्र शृणोतु, अत्र भगिनी दृश्यतु. वेन् ऐ से सार्वधातुक आर्धधातुकयोः इति सूत्रं, तत् सूत्रं कीपिङ्ग् देट् सूत्र इन् मैण्ड्. आप् योगश्नु यदा भवति, प्रथमे तु आप् योगश्नु कुर्मः, अनन्तरं तिप्रत्ययस्य निमित्तीकृत्य तत्र पश्यामः कार्यं करणी कीदृशकार्यं. परन्तु आप् योगश्नु कुर्मः चेत् आ श्नु इति विकरणप्रत्ययः षित्तो अस्ति, सार्वधातुप्रत्ययः अस्ति, अतः गुणः अत्र भवितुम् अर्हति. परन्तु धातु पश्यामः चेत् तत्र कोऽपि अन्ते इक् वर्णः नास्ति, अपि च उपधायामपि कोऽपि इक् वर्णः नास्ति. सो आप् इति यः धातु अस्ति तत्र गुणप्रसङ्गः नास्ति. सो अत्र श्नु निमित्तीकृत्य कोऽपि कार्यं न दृश्यते. अत्र कोऽपि गुणः अपि च वृद्धिकार्यं न दृश्यते. सो अत्र केवलं किं भवति? वर्णमेलनं भवति. सो आप्नु इति भवति. इदानीं यः तिप् प्रत्ययः, आप्नु इति एकम् अङ्गम् अस्ति, तस्य अङ्गम् इति संज्ञा. किमर्थं चेत् आप्नु अनन्तरमपि प्रत्ययः. सो इत्यस्य पूर्वे यत् भागं तत् सर्वम् अङ्गम् अस्ति. इदानीं तिप् प्रत्ययस्य कृते अङ्गं किम्? इघन्त अङ्गम् अस्ति. इदानीं किमर्थं चेत् धातु तु इगन्तं नास्ति, परन्तु इदानीं तिप् प्रत्ययस्य कृते इघन्त अङ्गम् अस्ति. अन्ते इक् वर्णः अस्ति अङ्गे, अङ्गे धातु इक् इगन्तधातु नास्ति, परन्तु इदानीं तिप् किं पश्यति? तिप् पश्यति आप्नु अस्ति, पूर्वे इघन्त अङ्गम् अस्ति. सो इघन्त अङ्गस्य गुणः सार्वधातुकार्धधातुकयोः, अतः अत्र तिप् कारणेन तिप् शित् तिप् इति प्रत्ययः सार्वधातुकप्रत्ययः. पित् अपि अस्ति, अतः अत्र गुणस्य कृते कोऽपि बाधा एव न दृश्यते. अतः अत्र किं भवति? उकारस्य गुणः भवति, ओकारः भवति. सो अत्र विकरणप्रत्ययस्य भागस्य गुणः, न तु धातुभागस्य गुणः. किमर्थं चेत् तिप् प्रत्ययस्य कृते आप्नु इति अङ्गम्, अङ्गस्य गुणः, न तु धातुगुणः. सो अङ्गस्य गुणः सार्वधातुकार्धधातुकयोः. कीदृश अङ्गस्य? इकः अङ्गस्य, इकः इगन्त अङ्गस्य गुणः. सो अत्र रूपं किम्? आप्नोति इति रूपम्, आप्नोति. परन्तु द्विवचने आप्नुतः तत्र गुणः न भवति अपित् कारणेन. सो अत्र तिप् कृत्यस्य कृते आदिं वर्ण आरभ्य तपर्यन्तं यत् भागं तत् सर्वम् अङ्गम्. सो इकः अङ्गस्य गुणः सार्वधातुकार्धधातुकयोः. सो प्रत्ययस्य विषये पश्यामः, अत्र श्नु इति प्रत्ययस्य कृते केवलम् आपिति अङ्गम्, परन्तु तिप् प्रत्ययस्य कृते तु सर्वम् अङ्गम्, यत् किमपि पूर्वे भागः तत् सर्वम् अङ्गम्. सो तिप् प्रत्ययस्य कृते अत्र इघन्त अङ्गं निष्पद्यते, वर्णमेलनेन इघन्त अङ्गं भवति, अतः तत्र गुणः भवति. आप्नोति इति भवति, आप्नुति इति न भवति, आप्नोति इति भवति. अतः एव अत्र तद् आदिप्रत्यये अङ्गम् इति तत्र दत्तं खलु महोदय? सत्यं, तत् आदि. अस्तु महोदय, धन्यवादः. सो अत्र सार्वधातुकार्धधातुकयोः इति सूत्रेण अङ्गस्य, कीदृश अङ्गस्य? इघन्त अङ्गस्य एव गुणः. कदा कदा गुणकार्यं करणीयं? यदा तस्य अङ्गस्य, इघन्त अङ्गस्य परे कोऽपि सार्वधातुक् अथवा आर्धधातुक् प्रत्ययः अस्ति चेत् सूत्रं वदति तत्र गुणकार्यं करणीयं. परन्तु अनन्तरं तत्र अन्यत् सूत्राणि अपि आयाति, ये वदन्ति तत्र अपित् प्रत्ययः अस्ति चेत् गुणस्य कृते बाधा, अपित् पित् अस्ति चेत् गुणस्य कृते बाधा न, तत् अग्रे आयास्यति. अत्र अत्र परिभाषासूत्रस्य अपि तत्र विवरणं दत्तम् अग्रे, परन्तु इदानीं तत्र समयः अभवत्. कोऽपि अन्यः प्रश्नः अस्ति चेत् कृपया पृच्छतु. अग्रिमवर्गे येन विदितदन्तसि इतोपि किञ्चित् एतत् विषये आम् अत्र विवरणमपि दत्तम्. ऐ हेव् मेड् अ स्लैड् आल्सो, वि विल् रीड् देट् इन् स्टोरी. आचार्य भवत्याः दर्शिकाः प्रेषयतु कृपया. आमाम् अहं प्रेषयिष्यामि. अस्तु महोदय, अस्तु. इदानीम् अत्र स्थगामः, कोऽपि प्रश्नः नास्ति चेत् शान्तिमन्त्रं पठित्वा तत्र स्थगामः. ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते. ॐ शान्ति शान्ति शान्तिः. हरिः ॐ श्रीगुरुभ्यो नमः. धन्यवादः, बहु समीचीनमासीत्. धन्यवादाः, धन्यवादाः, धन्यवादः भगिनि. धन्यवादः, धन्यवादः भगिनि, धन्यवादः भगिनि. वेरि क्लियर् भगिनि, योर् एक्स्प्लेनेशन्. धन्यवादः. आं भगिनि, इदानीम् एव प्रारम्भं अभवत्, परन्तु भवत्याः विवरणं बहु उत्तमतया किञ्चित् अवगन्तुं शक्यते भगिनि. बहु उत्तमं, धन्यवादः.